नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. अदादिगणे हलन्तदातवः इति पाठः, तत्र हकारान्तः लिह् धातुः उभयपदी इति, हकारान्तधातुः, तस्मिन् विषये अद्य पठामः. अरुणा भगिनी, भवती एव. आं भगिनि, हकारान्त लिह् लिह् धातुः उभयपदी अस्वाद अर्थः आस्वादने. प्रथमम् अङ्गकार्यं हलादिपित्सु अस्ति चेत् उपधायां लघु इकः गुणः लिह् योगः अति पुगन्तलघुपदस्य च इति सूत्रेण इकार उपधायिकारगुणः भवति. लेह् योगति सन्धिकार्यं लोढि अजादिपित्सु उपधायां लघु इक्कः गुणः लिह् योगः आनि पुगन्तलघुपदस्य इति सूत्रेण लेह् योगः आनि लेहानि लोट्लकारे उत्तमपुरुष पुरुष एकवचनं हलादिपित्सु किन्निति च गुणनिषेधः लिह् योगतः सन्धिकार्यमेव लोढः. अजादिपित्सु प्रत्यपरे किन्निति च गुणनिषेधः लिह् योगो अन्ति वर्णमेलमेव लिहन्ति. सन्धिकार्यं हकारान्तधातूनां सन्धिकार्यं त्रिविधं. प्रथमं हकारान्तधातुतः ठकारादि च प्रत्ययानां योजनविधिः. ठकारादि च प्रत्ययपरे धात्वान्तस्य हकारस्य स्थाने ढकारादेशो भवति होडः इत्यनेन सूत्रेण. प्रत्यय आदौ स्थितस्य तकारस्य थकारस्य च ध आदेशो भवति जस्तथोर्धोर्धः इति सूत्रेण. प्रत्यय आदौ स्थितस्य धकारस्य स्थाने ढकार आदेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढालोपो भवति डोढे लोपः इति सूत्रेण. वयं पूर्वं पठितवान् हल्सन्धि कार्यस्थाने अपि प्रथमं हकारान्तधातुतः तकारार्थकार प्रत्ययपरे तकारस्थाने प्रथमं दात्वन्तस्य हकारस्य स्थाने ढकार आदेशः भवति होडः इति सूत्रेण. प्रत्ययादौ स्थितस्य तकार अस्ति चेत् ढकार आदेशः भवति जस्तथोर्धोर्धः इति सूत्रेण. तदनन्तरं होडः सो पदम् उदाहरणं पठित्वा स्पष्टं भवति. स्टुनास्टुः इति सूत्रेण ढकार आदेशो भवति ढकारस्य स्थाने. तदनन्तरं डोढे लोपः इति सूत्रेण प्रवर्वतनस्य ढकारलोपो भवति. धातुः लिह् धातु ति प्रत्ययः तिप् अस्ति ततः पुगन्तलघुपदस्य इति सूत्रे इक् वर्णस्य गुणः भवति. प्रथमम् अङ्गकार्यं लेह् योगः अति अधुना होडः इति सूत्रेण हलादि प्रत्ययपरे हास्थाने ढ आदेशः भवति लेढ् योगः अति जस्तथोर्धोर्धः इत्यनेन प्रत्यय आदिवर्णस्य स्थाने तकारस्थाने ढकार आदेशः भवति लेड् योगाधि. अधुना स्थुनाष्टुः इति सूत्रेण लेड् ढि भवति डोढे लोप इत्यनेन प्रथम पूर्वतनस्य दकारस्य लोपो भूत्वा लेधि इति रूपं निष्पन्नं भवति. लेडि इति ओडः जषस्ततो दोर्गः अष्टुनाष्टुः डोडे लोपः. अग्रे भगिनि विशेषः कः अत्र? विशेषः ढकार रेफा इत्यनयोः लोपानन्तरं तयोः पूर्वस्थितस्य अण् वर्णः आ इ उ इत्यस्य दीर्घ आदेशो भवति. उदाहरणमध्यत्र डोडेलोपसूत्रमनन्तरं ढकार रेफान लोपानन्तरं डोडेलोपः अत्र रेफान सूत्रं रेफलोप न भवति भगिनि. केन सूत्रेण भगिनि? रोरि. रोरि, ओके. इत्यनेन लोपानन्तरं पूर्वस्थितस्य अण्वर्णस्य दीर्घो भवति. लिह्योः तः प्रथमं तः नित् अस्ति गुण न भवति. हकारस्थाने होडः इति सूत्रेण ढकार लिड्योः तः जस्तधोर्धोर्धः इति धकारस्थाने धकार लिड् योगः धः. चुनाष्टुः इति सूत्रेण लिड् योगः ढकार पूर्वतनस्य ढकारस्य लोपो भवति. तदनन्तरं ढोडे लोपः सूत्रेण लिड् लिड् योगः ढः. ड्रा लोपे पूर्वस्य दीर्घो इत्यनेन ढकार इत्यस्य लोपानन्तरं पूर्वस्थितस्य अनः आदि दीर्घः भवति. ली योगः डः लीडः इति रूपं निष्पन्नं भवति. यत्र तत्र ले लिह् योगः ति इति अस्ति चेत् तत्रापि डोडे लोपः इत्यस्य कार्यं ढकारलोपः भवति, परन्तु पूर्वस्थितवर्णः अण् नास्ति, एकारः अस्ति, अतः तत्र दीर्घः नास्ति. परन्तु अत्र तु भवति एव लीडः इति. अग्रे भगिनि, एकनिमिषं भगिनि. ओके, अस्तु. अत्र प्रश्नः उदेति डोढे लोपः इति पूर्वत्रिपादिसूत्रं सुनाष्टुः इति परत्रिपादिसूत्रं, तर्हि किमर्थं पूर्वत्र असिद्धम् इत्यनेन सुनाष्टु इत्यस्य कार्यम् असिद्धं न भवेत्? डोढे लोपः अष्टमाध्याये तृतीयपादे त्रयोदशसूत्रः चुनाष्टुः अष्टमाध्याय चतुर्थपाद एकचत्वारिंशततमं सूत्रं, ततः पूर्वत्वसिद्धमिति सूत्रेण सिद्धं चुनाष्टुः इत्यस्य कार्यं डोडे लोपस् न पश्यति, ततः कार्यं न करोति. किम् इति प्रश्नः अस्ति चेत् उत्तरं दत्तम्. उत्तरमिदं यत् आश्रयासिद्धम् अर्थमस्ति. वस्तुतः यत्र कुत्रापि डोढे लोपः इति सूत्रं प्रवर्तते तस्मात् पूर्वं सुनाष्टुः प्रवर्तते एव. सम्पूर्णसंस्कृतभाषायां कुत्रापि नास्ति यत्र डोडे लोपः भवति किन्तु तस्मात् पूर्वं चुनाष्टुः न स्यात्. अस्यां दशायां पूर्वत्र सिद्धमित्यनेन डोडे लोपः इत्यस्य मनसि चुनाष्टुः इत्यस्य कार्यम् असिद्धं चेत् डोडे लोपः इत्यस्य प्रवर्तनं न कुत्रापि भवेत्, निरवकाशं स्यात्. तदर्थं डोडे लोपहितसूत्रं सुनाष्टुः इति सूत्रे आश्रये अस्ति. ओके ओके इति कृत्वा आश्रयासिद्धम् इत्युच्यते. अनेन कारणेन डोडे लोपः न बाधितं पूर्वत्र सिद्धम् इति सूत्रेण. अवगतं भगिनि. डोडे लोपः कार्यं करोति तस्य सूत्रसङ्ख्यादृष्ट्या डोडे लोपः पूर्वं डोडे लोपः प्रथमं कार्यं भवति स्क्रीन् अपगच्छति. परन्तु अत्र करपत्रं अहं क्षम्यतां भगिनि. तदनन्तरं कुत्र अस्ति कोऽपि पठतु अन्य पठतु भगिनि. लोड् करोतु भगिनि, नास्ति चिन्ता. उषा भगिनी वदति वा अत्र कः विशेषः इति. अहं पठामि भगिनि. वयं प्राप्तं भगिनि. प्रथमं डोडे लोपः सूत्रसङ्ख्या द्वारा, तदनन्तरं शृणाष्टुः कार्यं न करोति. परन्तु डोडे लोपः सूत्रं शृणाष्टुः कार्यम् आश्रित्य एव कार्यं कर्तुं शक्नोति. तदेव पूर्वत्र सिद्धम् इति सूत्रेण न बाधितम् अभवत्. सम्यक्, तदेव सम्यक्. तदा सामान्यतया डोडे लोपः प्रथमम्, अनन्तरमेव शृणाष्टुः क्रमेण गच्छति किल पूर्वत्र सिद्धम् इत्यनेन अधिकारेण. परन्तु अत्र किं भवति, शृणाष्टुः यदा डोडे लोपः इत्यस्य कार्यं कार्यस्य अवकाशः कदा भवति चेत् शृणाष्टुः कार्यं करोति चेदेव अस्य अवकाशः भवति. लिड् योगः दः, तत्र टकारः नास्ति चेत् डोडे लोपः इत्यस्य कार्यमेव न भवति. अतः आश्रयः, आश्रयात् सिद्धत्वम् अस्ति, आश्रयात् आश्रयः अस्ति डोडे लोपः इत्यस्य शृणाष्टुः शृणाष्टुः प्रति. अतः तत्र तस्य सिद्धत्वम् अस्ति, आश्रयात् सिद्धत्वं पूर्वत्र सिद्धम् इत्यस्य एक्सेप्शन् आश्रयात् सिद्धत्वम् इति. सम्यक्, तदेव. धन्यवादः. अतः उषा भगिनी पठितुं शक्नोति वा, किञ्चित् कालानन्तरं पठति वा? आं भगिनि, आं भगिनि. द्वितीयबिन्दु उत्तरमिदं द्वितीयकारान्तधातुतः सकारादिप्रत्ययानां योजनविधिः. सकारादिप्रत्यये परे दात्पन्थस्य हकारस्य स्थाने ढकार आदेशः भवति होडः इत्यनेन सूत्रेण. तदा ढकारस्य स्थाने हकार आदेशः भवति षडो कहसि इत्यनेन सूत्रेण. अन्ते प्रत्यय अवयवस्य सकारस्य स्थाने षकार आदेशः भवति आदेशप्रत्ययोः इत्यनेन सूत्रेण. हकारान्तधातुतः सकारादिप्रत्यये परः अस्ति चेत् होडः इत्यनेन सूत्रेण हकारस्य स्थाने धातुतः हकारान्तः हकारस्य स्थाने ढकार आदेशः भवति होडः इत्यनेन. तदा ढकारस्य स्थाने ककार आदेशः भवति षडो कहसि इत्यनेन सूत्रेण, यतोहि सप्रत्ययान्त अस्ति चेत्. परे सप्रत्ययान्तम् अस्ति. षडोकहसि इत्यनेन डकारस्य स्थाने ककार आदेशः भवति. अन्ते सकारस्य स्थाने शकार आदेशः भवति आदेशप्रत्ययोः इत्यनेन सूत्रेण. यथा लिह् योगः सि उगन्तलघुपदस्य च इत्यनेन गुणः भवति. लेह् योगः सि होडः इत्यनेन लेह् योगः सि होडः इत्यनेन लेह् इति लेड् भवति. लेड् योगः सि लेड् योगः सि इति स्थिते षडोकः सि इत्यनेन ढकारस्य स्थाने ककार आदेशः भवति. लेक् योगः सि लेक् योगः सि आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने शकार आदेशः भवति. लेक् योगः षि लेक्षि इति भवति. अग्रे पठामि वा भगिनि? तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं होडः. हकारस्य स्थाने ठकार आदेशः भवति. जलि पदान्ते च अनुवृत्तिसहितसूत्रं हः डः जलि पदस्य अन्ते च. पदस्य अन्ते तिङ्प्रत्यययोजनानन्तरं पदं जातं. पदस्य अन्ते हकारः डः भवति. जलि परे जलि अथवा पदान्तः पदान्त अन्ते च. षडोकहसि सकारे परे शकारस्य ठकारस्य च ककार आदेशः भवति. षडोकहसि अनुवृत्तिन सम्पूर्णसूत्रम् षडोकहसि शकारः सकारे परे शकारः अथवा ढकारः अस्ति चेत् शकारस्थाने अथवा ढकारस्थाने ककार आदेशः भवति स्वयं सम्यक्. अतः तत्र लिह् योगः ति इत्यत्र लेडी इति रूपं, लिह् योगः सि अत्र लेक्षी इति रूपं किञ्चित् भिन्नं भिन्नम् अस्ति प्रथमपुरुष मध्यमपुरुषयोः. सम्यक् भगिनि, धन्यवादः. द्वितीया भगिनी तृतीयबिन्दुः पठति वा? आं भगिनि, एतत् नमस्कारः भगिनि. नमस्ते. तत्र हकारान्तधातुतः दकारादिप्रत्ययानां योजनविधिः तृतीयबिन्दुः. तत्र दकारादिप्रत्ययपरे धात्वन्तस्य हकारस्य स्थाने दकारः आदेशः भवति होडः इत्यनेन सूत्रेण. पूर्वमेव वयं दृष्टवन्तः एतत् विषये. प्रत्ययादौ स्थितस्य दकारस्य स्थाने दकारः आदेशः भवति सुनास्तुः इति सूत्रेण. एतत् अपि दृष्टवन्तः. इदानीं पूर्वतनस्य डकारस्य लोपः भवति डोडे लोपः इति सूत्रेण. डलोपो निमित्तस्य पूर्वस्य अण्णः दीर्घः भवति ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण. अस्तु, इदानीं यथा लिग् लिह् योगः हि हुजल्भ्योर्हेर्दि इति सूत्रेण तत्र हि स्थाने दि आगच्छति. अनन्तरं होडः इत्यनेन जलि परे हकारस्य स्थाने डकारः आदेशः भवति. अतः तत्र लिड् योगः दि भवति. इदानीं स्तुनास्तुः इत्यनेन स्तुत्वं भूत्वा लिड् योगः दि स्थाने दि भवति. अनन्तरं डोडे लोपः इत्यनेन पूर्वतनस्य डकारस्य लोपः भवति लि योगः दि भवति. इदानीं प्रलोपे पूर्वस्य दीर्घोणः इत्यनेन डकारस्य पूर्वं स्थितस्य डकारस्य लोप अनन्तरं पूर्वस्थितस्य अणः दीर्घः भवति. अतः ह्रस्व लिक लि इति अस्ति चेत् तत्र लि इति दीर्घं भूत्वा लि योगः डि भवति. अन्तिमरूपं लीडि इति निष्पन्नम् अत्र. लिह् योगः द्वे इति अस्ति चेत् तत्रापि होडहो इति सूत्रेण हकारस्य स्थाने ढकारः भवति. लिड् योगः द्वे. इदानीं स्टुनाष्टुः इति सूत्रेण चतुर्थदकारस्य स्थाने चतुर्थदकारः भूत्वा लिड् योगः द्वे इति भवति. डोडे लोपः इति सूत्रेण द्वि डकारस्य स्थाने एकः लोपः भूत्वा लि योगः द्वे इति भवति. अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण तत्र प्रथमं ह्रस्व इकारस्य स्थाने दीर्घ ईकारः आगच्छति. अतः तत्र लि इति भवति. लि योगः द्वे. अन्तिमरूपम् अत्र निष्पन्नं लि द्वे इति अस्ति. अग्रे पठामि वा भगिनि? प्रथमवाक्यम् अनुवर्ति. हा आं भगिनि, अनुवर्तिसन्तु. सूत्रं पूर्वमेव वयं दृष्टवन्तः. होडः अकारस्य स्थाने डकारः आदेशः भवति जलि पदान्ते अस्ति चेत्. अनुवृत्तिसहितसूत्रम् अह डह जलि पदस्य अन्ते च. अनन्तरं जशस्तदोर् दोर्दः. जश् उत्तरस्य तकार तकारयोः स्थाने डकारः आदेशः भवति. प्रथम द्वितीय तकारस्य स्थाने चतुर्थदकारः आदेशः भवति. द धातुं वर्जयित्वा तस्य थ च ततो इतरेतरद्वन्द्वः तयोः ततोः. तकारोत्तर अकारः उच्चारणार्थम् अस्ति. अग्रे दः इत्यस्य दकार उत्तर अकारः अपि तथा. न धा अदा नञ्ज् तत्पुरुषः तस्मात् अधः. जषः पञ्चम्यन्तं ततोः षष्ट्यन्तं दः प्रथमान्तम् अधः पञ्चम्यन्तम्. अनेकपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. जषः ततोः दः अधः इति. अग्रे पठामि वा भगिनि? तत्र कार्यं नास्ति. तत्र नास्ति. एतत् सर्वं सम्पूर्णतया उक्तमेव अत्र. डो डे लोपः. डकारे परे पूर्वतनस्य डकारः लोपः भवति. अनुवृत्तिसहितसूत्रं स्वयं सम्पूर्णं. डः दे लोपः इति. अनन्तरं द्रलोपे पूर्वस्य दीर्घो अणः. एतदपि वयं पूर्वं दृष्टवन्तः. ड रेप योर् लोपनिमित्तयोः पूर्वस्य अणः दीर्घः भवति इति. एतत् सूत्रमपि स्वयं सम्पूर्णं. द्रलोपे पूर्वस्य अणः दीर्घः इति अस्ति. लङ् पठतु भगिनि. लङ् तत्र अलिख् अकारयोजनेन अनन्तरं तकारः अस्ति. पुगन्तलघुपदस्य च इति सूत्रेण ह्रस्व इकारस्य स्थाने गुणः भूत्वा अलेह् इति भवति. अलेह् योगः तक त. इदानीम् अल् परतः अपृक्तसंज्ञकः प्रत्ययस्य लोपः भवति. अतः तत्र तकारस्य लोपः भूत्वा अलेह् एव तिष्ठति. अलेह् योगः होडः इति सूत्रेण तत्र हकारस्य स्थाने डकारः भूत्वा अलेड् इति भवति. जलां जशन्ते इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति. अलेड् इति भवति. इदानीं वा अवसाने इत्यनेन विकल्पेन चर्त्व आदेशः भवति. अतः अलेड् अनन्तरम् अलेट् इति रूपद्वयं भवति अत्र. तावदेव कार्यम् अत्र. हल्याभ्योदीर्घात् इत्यनेन अपृक्त हल् इत्यस्य लोपः अलेह् इति पदं जातम्. अनन्तरम् अलेड् अलेड् डे अलेट् वावसाने इति रूपद्वयम्. अतः तत्र यदा गृहकार्यं करोति चेत् लिह् धातुः वयं पूर्वमेव तेषां तस्य रूपं साधितवन्तः. यदा धातुपाठे हल् सन्धिः इति दृष्टवन्तः तत्र लिह् धातुः वयं साधितवन्तः. अतः तद् किञ्चित् टेम्प्लेट् रूपेण वा आडियो श्रुत्वा वा पुनः साधयतु. अत्र किञ्चित् क्लेशः किमपि नास्ति, नूतनसूत्रमिति अपि किमपि नास्ति, तत्र अत्र अस्ति एव. तत्र पुहन्दलक्पदसि होदते होडः जशस्ततोर्दः अष्टुनाष्टुः डोडे लोपः एतत् सर्वं पूर्वं दृष्टवन्तः. एतदेव आगच्छति पुनः पुनः तदेव आगच्छति. अत्र विशेषकार्यम् इति नूतनकार्यं किमपि नास्ति. अतः अग्रिमधातुः प्रति गच्छामः. अत्र प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. अग्रिममस्ति अदादिगणे रुदाद्यन्तर्गणः. रुदादिगणः इति वयं जानीमः, अदादिगणे रुदादि अन्तर्गणः इति एकः गणः अस्ति. तत्र पञ्चधातवः सन्ति, तस्मिन् विषये पश्यामः. अत्र प्रायः किञ्चित् नूतनसूत्राणि सन्ति. अरुणा भगिनी पठति वा? आं भगिनि. अदादिगणस्य रुदाद्यन्तर्गणः पञ्चधातवः सन्ति. रुधिर् अश्रुमोचने, रुद् रोदिति अन प्राणेन, अन् अन्निति निष्वप् शये, स्वप् स्वपिति श्वस् प्राणेन, श्वस् स्वसिति जश् जच्छ बच्छ हसनयोः जच् जच्छिति इति रूपम्. भगिनी उक्तम् अदादिगणस्य रुद्राद्यन्तर्गणः पञ्चधातवः रुधिर् अन निःश्वस् श्वस् जस्. अत्र विशेषसूत्राणि अत्र दत्तं, पठामि भगिनि. रुदादिभ्यः सार्वधातुके चतुर्थपादे चतुर्थाध्याय द्वितीयपाद षट् सप्ततम भगिनि सप्तम अध्यायस्य द्वितीयपाद पादे षट् सप्ततिः सूत्रं. रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इदागमो भवति. वल् प्रत्याहारः आदौ यस्य सः वलादिः. वल् प्रत्याहारस्य अन्तर्गतेषु वर्णेषु तिङ्प्रत्ययानाम् आदौ तकार थकार धकार मकार वकार सकार हकार एते एव भवन्ति. रुदादिभ्यः पञ्चम्यन्तं, स्वार्धधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्. अर्धधातुकस्य इद्वलादेः इत्यस्मात् इद्वलादेः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. रुदादिभ्यः अङ्गेभ्यः इत् वलादौ सार्वधातुके. रुदादिभ्यः सार्वधातुके सूत्रं किं करोति इति चेत्, रुदादिगणे वयं पठितं रुदादिगण धातुभ्यः वलादे सार्वधातुकया प्रत्ययपरे इदागमः भवति आर्धधातुकस्य इद्वलादे इति सूत्रेण. ततः वल् प्रत्याहारवर्णः ता थ ध वा स ह ते प्रत्यया एव. अनुभूतिसहितसूत्रं. रुदादिभ्यः अङ्गेभ्यः इत्वलादौ सार्वधातुके. सामान्यतया एतत्तु रुदादिगणधातुः. वयम् एतादृशधातवः भुवादिगणे दिवादिगणे यदा दृष्टवन्तः, वयं किञ्चित् पठितवन्तः, अन्येषु गणेषु ये धातवः सन्ति ते अन्य इतोपि एकः गणः स्वीकृत्य तत्रापि तिष्ठति, अन्तर्गणः इति स्वीकृत्य. अत्र रुदादिगणे पठितेभ्यः धातुभ्यः ये धातुपाठे रुदादिगणे सन्ति बलादेः सार्वधातुकस्य इडागमः इति विशेषधातुकः अत्र अदादिगणे तदपि अत्र अपि तद् स्वीकृत्य तस्य रूपाणि अस्ति इति तत्र उदाहरणमस्ति साधारणतया सार्वधातुके इडागमः न भवति खलु आम् आर्धधातुकस्य इट् बलादेः इत्यनेन आर्धधातुकप्रत्ययस्य एव इडागमः परन्तु वयं पूर्वमपि इतोपि एकं वा द्वि सूत्रद्वयं वा दृष्ट क्षम्यतां गणद्वये वा दृष्टवन्तः यत्र विशेषतया भवति तत्र सूत्रेण रुदादिगणे अन्तर्गणः रुदादिगण एतत्तु अधादिगणस्य अन्तर्गणः रुदादि अन्तर्गणः इति अत्र अनेन विशेषसूत्रेण इट् भवति एक्सेप्शन् आम् भगिनि पठतु अत्र प्रश्न उदेति यत् अयम् इत् कस्य आगमः रुदादिभ्यः सारुदातिक् इत्यनेन रुदादिभ्यः अङ्गेभ्यः इत्वलादौ सारुदातिके अस्मिन् सूत्रे तस्मात् इति उत्तरस्य इत्यस्य बलेन अयम् इडागमः अग्रे स्थितस्य वलादिसारुधातुकप्रत्ययस्य आगमः स्यात् तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन इत्यस्य बलेन इडागमः पूर्वं स्थितस्य रुदादिगणेयधातोः आगमः सूचनाद्वयमपि परस्परविरुद्धम् षष्टिविभक्त्यन्तं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात् अस्यां दशायाम् उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया द्वयोः निर्देशयोर्मध्ये पञ्चमी निर्देशः बलीयान् इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः न तु रुदादिगणेभ्यः गुणादि समतं न तु रुदादिगणीयधातोः फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिनं निर्दिश्यति अनेन रुदादिभ्यः सार्वधातुके इत्यस्य अनुवृत्तिसहितसूत्रे वलादौ सार्वधातुके सप्तम्यन्तम् अतः तस्य एव इडागमः भवति ओके प्रयत्नं करोमि तत्र उदेति कत्र इडागमः कत्र आगच्छति रुदादिभ्यः सारुदातुके इति सूत्रेण अङ्गस्य अङ्गस्य अन्ते भवति वा आर् प्रत्यय आदौ भवति वा इति प्रश्न इत्येन रुदादिभ्य अङ्गेभ्य इति वलादः अस्मिन् सूत्रे तस्मात् इति उत्तरस्य इत्यस्य बलेन अयम् इडागम अग्रे स्थितस्य वलादि सार्वधातुके इति सप्तम्यन्तं पदं ततः पूर्वमेव भवति उत्तर उत्तरभगिनि किं भगिनि सार्वधातुके निमित्तं ततः पूर्वपदस्य कार्यं भवति न इति प्रश्नः रुदादिभ्यः अङ्गेभ्यः इति द्वयमपि पञ्चमी बलादौ सार्वधातुके इति द्वयमपि सप्तमी इट् इति प्रथमा अतः स्थानी अत्र न उक्तम् तस्मादिति उत्तरस्य इति रुदादिभ्यः अङ्गेभ्यः पञ्चमी अस्ति अतः तस्य बलेन वलादिसार्वधातुकप्रत्ययस्य आगमः कुत्र भवति पञ्चमी अस्ति चेत् तादृशं चित्रं तस्मादिति उत्तरस्य तस्मात् उत्तरस्य इत्यस्य बलेन अयम् इदागमः अग्रे स्थितस्य वलादिसार्वधातुकप्रत्ययस्य आगमः स्यात् अन्यस्य संज्ञासूत्रमस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य बलेन इदागमः पूर्वं स्थितस्य रुदादिगणेयधातोः आगमः तस्मिन् इति निर्दिष्टे पूर्व या सार्वधातुके इति निमित्तं तत्समये पूर्वस्य रुदादिगणे धातोः आगमः सूचनाद्वयमपि परस्परविरुद्धं षष्ठीविभक्त्यन्तपदं नास्ति नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात् अस्यां दशायाम् अन्यसूत्रमस्ति परिभाषया उभयनिर्देशपञ्चमी निर्देशः बलीयान् इति परिभाषया द्वयोः निर्देशयोः मध्ये पञ्चमी निर्देशः बलीयान् इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः न तु रुदादिगणेभ्यः अवगतं भगिनि रुदादिभ्यः सार्वधातुके सामान्यतया षष्ठी रुदादिभ्यः पञ्चमी अस्ति तद् तत्र तदनन्तरं कार्य आगम इदागम आगच्छति परन्तु तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण षष्ठी अभिव्यक्तिपूर्वमेव इदागम ततः रुदादिगणे धातुतः एव भवति अत्र विरुद्धमस्ति परस्परविरुद्ध अन्यसूत्रं परिभाषासूत्रं वदति उभयनिर्देश पञ्चमी निर्देशबलीयान् इति अस्तु परिभाषया निर्दिश्य पञ्चमी निर्देशः बलीयान् इति सूत्रेण प्रत्यय आदौ एव इदागमः भवति सत्यं पञ्चमनिर्देश अपि परिभाषा भगिनि पञ्चमे परिभाषा तस्मादिति उत्तरस्य तस्मिन् इति निर्दिष्टे पूर्वस्य द्वयमपि परिभाषासूत्रम् उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषा सूत्रं नास्ति परिभाषा एव पञ्चमनिर्देशः भगिनि तत्र यत्र यत्र कुत्रापि सूत्रे पञ्चमी अन्तपदमस्ति सप्तमी अन्तपदमस्ति परन्तु षष्ठी नास्ति चेत् अत्र अस्य परिभाषायाः प्रयोगः अत्र किं वदति परिभाषा उभयनिर्देशे पञ्चमी निर्देशः बलीयान् अतः रुदादिभ्यः अङ्गेभ्यः इति अस्माकं निमित्तं सप्तम्यां यदस्ति तद् स्थानि वलादौ सार्वधातुके इति स्थानि अतः आगमः प्रत्ययस्य आगमः वलादि आर्धधातुकप्रत्ययस्य स्थाने आगमः इति भवति इट् इति आगमः टित् अस्ति अतः आद्यन्तौ इत्यनेन भवति तावदेव अत्र अग्रे भगिनी उदाहरणमस्ति पठति वा उदाहरणं रुद् योगः अस्ति प्रथमं गुणः भवति पुगन्तलघुपदस्य सूत्रेण एकवर्णस्य गुणः भवति रोद् योगः अस्ति रोद् योगः अस्ति तत्समये रुदादिभ्यः सारुदादिभ्यः इति सूत्रेण इदागमः कुत्र पञ्चमे निर्देशबलीयान् इति परिभाषासूत्रेण प्रत्यय आदौ अद्यन्तकारणात् प्रथम आदौ आगच्छति रोद् युग इ युगति रोदिति इति रूपं निष्पन्नं भवति तदेव अन् युगः अति अन् युगः इति अन्निति इति रूपं स्वप् युगति स्वप् प्लस् इ युगति स्वपिति स्वश्वस् युहति श्वस् ईत स्वशीति ति इ युहति झष् झच् युहति झच् इति झच्छिति झच्छिति इति रूपं सर्वत्र इडागमः आगच्छति एतत्तु अदादिगणस्य अन्तर्गणः यद्यपि तद् रुदादिगणे पठितधातुः तदापि अदादिगणस्य अन्तर्गणः इति कृत्वा अत्र विकरणप्रत्ययः न आगच्छति. यदा रुदादिगणः गणीयधातुः अस्ति चेत् ष्णम् इति विकरणप्रत्ययः स्यात्, परन्तु अत्र अदादिगणे स्वीकृतः इति कृत्वा अत्र विकरणप्रत्ययः न आगच्छति. तद् बहु मुख्यम् अस्ति. सम्यक्, धन्यवादः भगिनि. आं वदतु भगिनि. लङ्गे अपि एक पङ्क्ति अस्ति, विकल्पेन अरोदित् अरोदत् इति लङ्लकारे रूपान्तरम्. तत् उषा भगिनी पठति वा? तत्रापि नूतनसूत्रम् अस्ति. आं भगिनि, लङि विकल्पेन अरोदित् अरोदत्, ऋतश्च पञ्चभ्यः ऋतादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईट् आगमः भवति. ओ दट्स् अरोदीत्. ऋतादिभ्यः सार्वधातुके इत्यस्य अपवादः, ऋतादिभ्यः सार्वधातुके इत्यस्य अपवादः. उभयनिर्देशे पञ्चमे निर्देशः बलीयान् इति परिभाषया सप्तमे अन्तस्य आगमः. ऋतः पञ्चमीयन्तं, पञ्चभ्यः पञ्चमीयन्तं च अव्ययं त्रिपदमिदं सूत्रं. भगिनी श्रूयते भगिनि? नाभ्यस्तस्य अचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः. उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. गुणो अपृक्ते इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः. ब्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. ऋतश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलि पिति अपृक्ते सार्वधातुके. ऋतश्च पञ्चभ्यः इति सूत्रस्य विवरणं 7398 ऋतश्च पञ्चभ्यः इति सूत्रं पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईट् आगमः भवति. ईट् आगमः भवति. अनुवृत्तिसहितसूत्रं ऋतश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलीपिति अपृक्ते सार्वधातुके. हलीपिति अपृक्ते सार्वधातुके. ओके, ऋतः पञ्चमीयन्तं, पञ्चभ्यः पञ्चमीयन्तं च अव्ययम्. ओके, ऋतादिभ्यः सो दिस् इस् आल् पञ्चमीयन्तं. ऋतः पञ्चमीयन्तं, पञ्चभ्यः पञ्चमीयन्तं, देन् उभयनिर्देशे पञ्चमी निर्देशः बलीयान्. ऋतादि वेर् इस् द सेवेन्त् सेवेन्त् केस् इस् नाट् देर्. ओ हलि पिति अपृक्ते सार्वधातुके इति सप्तमीयन्तं. हलीपिति अपृक्ते सार्वधातुके सप्तमीयन्तं. ऋतश्च पञ्चभ्यः अङ्गेभ्यः इति पञ्चमीयन्तं. पञ्चमी भगिनी उक्तवती पञ्चमी सप्तमी द्वयोः पदयोः सूत्रे अस्ति चेत् देन् पञ्चमी बलीयः सप्तमी अन्तात् पञ्चमी बलीयः अस्ति चेत् ऋतश्च पञ्चभ्यः अङ्गेभ्यः योगे ईड् आगमः भवति, न तु हलीपिति अपृक्ते सार्वधातुके. सो तस्मात् इति उत्तरस्य इत्यस्य बलं बलवत् भवति. ऋतश्च पञ्चभ्यः अङ्गेभ्यः उत्तरस्य ईड् आगमः भवति. अतः स्थानिकः स्थानिकः इदानीं सूत्रे सूत्रे स्थानी ऋतस्य पञ्जभ्यः अङ्गे अपृकृते सार्वधातुके हलीपिति अपृक्ते सार्वधातुके इत्येव स्थाने तद् मुख्यं यदा सप्तमी पञ्चमी अस्ति सप्तमी अस्ति षष्टि नास्ति षष्टि एव स्थाने किल तस्य स्थाने एव आदेशः वा आगमः वा भवति लोपः अपि इदानीं पञ्चमी सप्तमी षष्टि नास्ति अतः ईट् कुत्र आगच्छति इति प्रश्नः हलीपिति अपृक्ते सार्वधातुके इति यत् सप्तम्यन्तम् अस्ति तद् स्थाने भवति तस्य ईटागमः पञ्चमी बलियान् इस् वाट् ऐ थाट् भगिनि पञ्चमी बलियान् इत्युक्ते पञ्चमी एव निमित्तं अस्माकं निमित्तं पञ्चमी ओके ओके अस्माकं निमित्तं पञ्चमी स्थाने इति अलि प्रति अपृक्तसार्वधातुकं प्रत्यय तत्र एव दत्तमस्ति उभयनिर्देशे पञ्चमी निर्देशः बलियान् इति परिभाषया सप्तमी अन्तस्य आगमः सप्तमी अन्तम् इति स्थानिनः आगमः सप्तमी अन्तस्य आगमः सर्वदा तदेव सर्वत्र सर्वदा सूत्रे यत्र यत्र क्लेशः भवति स्थानि न उक्तं तत्र सर्वत्र उभयनिर्देशे पञ्चमी निर्देशः बलियान् एव इदानीम् उदाहरणं पठतु भगिनि यथा अरुद्योगः तकारः अरुद्योगः तु ऋतश्च पञ्चभ्यः इत्यनेन अरुद् योगः ईत् योगः तकारः तु अरुद् योगः ईत् भवति पुगन्तलघुपदस्य च इत्यनेन अरोद् भवति अरोद्योगः ईत् अरोदीत् भवति लङ् लुङ् लृङ्ष्वट् उदातः इत्यनेन रुद् इति अरुद् भवति अरुद् योगः तु ऋतश्च पञ्चभ्यः इत्यनेन ईट् आगमः भवति तकारस्य पूर्वम् ईट् ईट् भवति अरुद्योगः ईत् भवति अरुद्योगः ईत् पुगन्तलघुपदस्य च इत्यनेन अरोदीत् इति भवति अत्र ईडागमस्य विधानेन अधुना प्रत्ययः ईत् नाम द्विवर्णकः अतः अपृक्तसंज्ञा नास्ति तद् अभावे हल्याभ्यो दीर्घात् चतुस्य पृक्तं हल् इत्यस्य प्रसक्तिः नास्ति अरुद्योगः सु अरोदीः अपि तथा अरुद्योगः सु ऋतश्च पञ्चभ्यः इत्यनेन ईत् आगमः भवति अरुद्योगः ई सु भवति पुगन्तलघुपदस्य च इत्यनेन अरोदी भवति अरोदीः अपि तथा ओके अड् गार्ग्य गालवयोः एतदवगतं किल तत्र तप्रत्ययस्य लोपः न भवति अपृक्तः नास्ति अपृक्तवर्णः नास्ति अतः तस्य लोपः न भवति एतदपि विशेषः अत्र हल्याभ्यो दीर्घात् प्रसक्तिः नास्ति अड् गार्ग्य गालवयोः पञ्चभ्यः ऋतादिभ्यः धातुभ्यः हलादेः पितः सार्वधातुकस्य अपृक्तस्य अड् आगमः भवति गार्ग्यगालवयोः मतेन पञ्चभ्यः ऋतादिभ्यः धातुभ्यः हलादेः पितः सार्वधातुकस्य अपृक्तस्य अट् आगमः भवति गार्ग्यगालवयोः मतेन गार्ग्यश्च गालवश्च गार्ग्यगालवौ तयोः गार्ग्यगालवयोः उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया सप्तमी अन्तस्य आगमः अट् प्रथमान्तं गार्ग्यगालवयोः षष्ट्यन्तं द्विपदमिदं सूत्रम् नाभ्यस्थस्य अचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गुणो अपृक्ते इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः ऋतश्च पञ्चभ्यः इत्यस्मात् ऋतश्च पञ्चभ्यः इत्यनयोः अनुवृत्ति पूर्णसूत्रम् ओके अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गाग्यगालवयोः ऋतश्च पञ्चभ्यः अङ्गेभ्यः अट् हलीपिति अपृक्ते सार्वधातुके गाग्यगालवयोः मतेन ऋतः पञ्चभ्यः अङ्गेभ्यः अट् आगमः भवति हलीपिति अपृक्ते सार्वधातुके पूर्वस्य सूत्रेण ऋतश्च पञ्चभ्यः इत्यनेन ईट् आगमः भवति अत्र अड् गाग्यगालवयोः इत्यनेन अड् आगमः भवति हलीपिति गाग्यगालवयोः मतेन यथा यथा अरुद् योगः तु पुगन्तलघुपदस्य च इत्यनेन अरोद् योगः तु अड् गाग्यगालवयोः इत्यनेन अरोद् योगः अयोगः तु अरोदत् अरोदत् इति भवति अरोद्योगः सु अरोद्योग अरोद् योगः अयोगः सु अरोदः अपि तथा ओके सो दिस् इस् विकल्पेन गाग्यगालवयोः ओके अरु यथा अरुद्योगः तु पुगन्तलघुपदस्य च अरोद् अरोद्योगः तु अड् गाग्यगालवयोः इत्यनेन अडागमः भवति अरोद्योगः अयोगः तकारः अरोदत् अरोदत् योग अरोद्योगः सु मध्यमपुष एकवचनम् अरोद्योगः सु अरोद्योगः अयोगः सकारः अरोदः ओके पूर्वे अरोदीः ओके अरोदीः अरोदीत् अरोदीत् अथवा अरोदत् अरोदीः देन् अरोदः ओके आं भगिनि यत्र यत्र वैयाकरणानां नाम गार्ग्यगालवयोः शाकटायनस्य शाकल्यस्य तादृशम् उक्तमस्ति चेत् सर्वे तत्र विकल्पेन एव भवति एकं पाणिनेः मतम् अन्यमतस्य अपि सः तया स्वीकार्य अतः तेन स्वीकार्य अतः तदपि भवति गार्गगालवयोः मतेन एकं रूपं पाणिनेः मतेन अन्यत् रूपम् तु प्रत्यये परे सु प्रत्यये परे रुद् इति अरोद् भवति अरोद् पुगन्तलघुपदस्य च अड् आगमः अरोद् भवति अरोदीत् इति तकारः ओके अरोदत् अरोदीत् अरोदत् अरोदीः अरोदः तकारः तकार अरोदीत् गाग्यगालवयोः अरोदत् अरोदीः इति पाणिनेः मतम् अरोदः इति गाग्यगालवयोः मतं स्वप् अस्वप् इति भवति अस्वपीत् इति ईडागमः अस्ति चेत् अस्वपीत् भवति अस्वपत् भवति अस्वपीः इति सकारः सकार प्रत्ययस्य अस्वपीः भवति अस्वपः गाग्यगालवयोः सकारः श्वस् अश्वस् अश्वसीत् इति ईडागमस्य कृते अश्वसत् अडागमः अडागमकृते अश्वसीः इति सकारस्य प्रत्यये कृते ईडागमः अश्वसीः अडागमस्य कृते अश्वसः अन् धातुः अन् आन् भवति अड् आगम अन् वाट् इस् दट् सूत्र भगिनि आट् आट् आन् भवति आनीत् आनत् तकारः आनीः आनः आडजातिना आडजातिना धन्यवादः भगिनि आडजातिना इति सूत्रेण आन् भवति जक्ष् अजक्ष् भवति, ईट् आगमेन अजक्षीत्, आट् आगमेन आज् अजक्षत्, सु सुप्रत्ययान्तेन अजक्षीः ईडागमः, अजक्षः अडागमः भवति. सत्यं तदेव विशेषः अत्र. अत्र अस्तु, एकमेकं एकः धातुः स्वीकृत्य तत्र सन्धिकार्यं किं भवति इति दत्तं, तदपि एकवारं पठामः. विजया भगिनी पठति वा रुद् धातुः प्रथमं? धन्यवादः भगिनि. आं भगिनि, दकारान्तः रुद् रुद् धातुः परस्मैपदिनः अश्रुविमोचने इति अर्थः अस्ति. अङ्गकार्यं हलादिपित्सु उपधायां लघु इकः गुणः भवति. रुद् योगः ति पुगन्तलघुपदस्य च इति सूत्रेण रोद् भवति. रोद् योगः ति इदानीम् इडागमः भवति, अतः तत्र रोदिति इति भवति. अजादिपित्सु तत्र उपधायां लघु इकः गुणः भवति, अत्रापि रुद् योगः आणि इति पुगन्तलघुपदस्य च इति सूत्रेण रोद् भवति. रोद् योगः आणि रोदानि इति वर्णमेलनेन रोदानि इति भवति. अनन्तरं हलादि अपित्सु तत्र ङिति च इति सूत्रेण गुणनिषेधः भवति. रुद् रुद् एव तिष्ठति. रुद् योगः तः इदानीम् ईडाकमः भवति. रुदि तः इति अन्तिमरूपं निष्पन्नम्. अनन्तरम् अजादि अपित्सु अस्ति, तत्रापि ङिति च इति सूत्रेण गुणनिषेधः भवति, अतः रुद् एव तिष्ठति. रुद् योगः अन्ति इदानीं वर्णमेलनेन रुदन्ति इति भवति. तत्र बि बिन्दुः सन्धिकार्यं वलादिः प्रत्ययेषु इडागमः भवति, वलादिप्रत्ययेषु इडागमः भवति, अतः हल्सन्धेः अवसरः न कुत्रापि भवति. अत्र चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानानां आधारेण रूपचिन्तनं करोति इति तत्र प्रश्नम्. समीचीनम्. अत्र हल्सन्धिः अवसरः एव नास्ति, केवलं गुणकार्यं वा गुणनिषेधः, अनन्तरं वर्णमेलनं तावदेव. यत्र लङ्लकारः आगच्छति तत्र सूत्रद्वयस्य प्रसक्तिः, तद् यत् इदानीं वयं दृष्टवन्तः किल, तद् सूत्रद्वयस्य अवसरः, स्वरूपद्वयं रूपद्वयम् आगच्छति तावदेव तत्र. तदपि साधयतु. अनन्तरम् अग्रिमधातुः अस्ति पकारान्तः ष्विप् स्वप् इति धातुः, तद् पठतु भगिनि. अङ्गकार्यं किम् अस्ति अत्र? विजया भगिनि. भगिनी न श्रूयते? न श्रूयते वा? इदानीं श्रूयते. श्रूयते. पकारान्तः पकारान्तः स्वप् इति अस्ति, तत् धात्वादेः शकारस्य स्थाने दन्त्यसकारः आगच्छति. परस्मैपदी शये इति भवति. प्रथमम् अङ्गकार्यम् उपधायां ह्रस्वः अकारः लघु इक् इति न, अतः गुणकार्यं नास्ति. वलादिः प्रत्यये परे इडागमः भवति, अपि च लङ् लकारे अपरुक्तसंज्ञकप्रत्ययेषु इडागमः इडागमश्च अडागमश्च भवतः. बि सन्धिकार्यं वलादिः प्रत्ययेषु इडागमः भवति, अतः हल् सन्धेः अवसरः न कुत्रापि भवति. तत्रापि साधनीयम्. अग्रिममपि पठतु. अत्रापि किमपि कार्यं नास्ति, केवलम् अस्माकं कार्यद्वयं रूपद्वयम्. अग्रिममपि पठतु भगिनि, तदपि समानरीत्या. सकारान्तः परस्मैपदि प्राणने इति भवति. अङ्गकार्यम् उपधायं ह्रस्वः अकारः लघु इक् इति न, अतः गुणकार्यं नास्ति. वलादेः प्रत्यये परे इडागमः भवति, अपि च लङ् लकारे अपरुक्तसंज्ञकप्रत्ययेषु ईडागमः अडागमः भवतः. बि सन्धिकार्यमस्ति वलादेः प्रत्ययेषु इडागमः भवति, वलादि अस्ति चेत् इडागमः भवति, अतः असन्देहः अवसरः न कुत्रापि भवति. अत्रापि एतत् विषये स्वस्विषये रूपसाधनं भवति. सम्यक्. अतः धातुत्रयं दृष्टवन्तः. द्वितीयतृतीयधातोः कुत्रापि किमपि विशेषकार्यम् इति किमपि नास्ति. समीचीनम्. अग्रिमं पठतु भगिनी. जक्षत्याद्यान्तर्गणः तत्र अदादिगणस्य दक्षित्यादि अन्तर्गणः सप्तधातवः अस्ति. दक्षित्यादयः षट्. दक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति. जक्ष, जागुरु, दरिद्र, चकास्, शास्, दीदीङ्, देवीङ् च इति शब्देन जक्ष धातोः परामर्शः इति आदिः एशान्ते इत्यादयः बहुविधि जक्ष प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जक्ष्यादयः षट् अभ्यस्तम् इति. तत्र अदादिगणे सप्त जक्षिदादीनां धातूनाम् अभ्यस्तसंज्ञा भवति, द्विवारं भवति. एतत् जुहोत्यादिगणे अपि भवति खलु भगिनि? वयं पठितवन्तः किल जक्षित्यादयः षट् इति अदादिगणस्य पाठे एव वयं पठितवन्तः. यदा जुहोत्यादिगणे भवति तादृशम् अत्रापि अभ्यस्तसंज्ञा भवति इति. उभे अभ्यस्तं पठतु भगिनि. उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तमिति भवति. जक्षित्यादयः षट् इत्यनेन जक्षित्यादीनां धातूनाम् अदित्वे सत्यपि अभ्यस्तसंज्ञा भवति. तत्र उभे अभ्यस्तं किम् अस्ति चेत् यदा धातोः द्वित्वं भवति एतदेव अभ्यस्तमिति भवति. येषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्यमस्ति. अदभ्यस्तात् अनन्तरं सिजभ्यस्त विधिभ्यश्च इति द्वे सूत्रमस्ति अत्र. अत्रापि प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं भगिनि. अस्तु भगिनि. अदभ्यस्तात् अभ्यस्तसंज्ञकः धातु उत्तरस्य प्रत्ययस्य आदिम अवयवयस्य जकारस्य स्थाने अत् आदेशः भवति. एतदपि वयं पूर्वं दृष्टवन्तः एव. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जह अत् इति भवति. अनन्तरं सुजभ्यस्त विधिभ्यश्च इति सूत्रं ञ्यत् लकारस्य अवस्थायां सुच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य ञि प्रत्ययस्य स्थाने जुस् आदेशः भवति. एतदपि वयं पूर्वमेव दृष्टवन्तः. अनुवृत्तिसहितसूत्रं सुजभ्यस्त विधिभ्यश्च च ञ्युतः लस्य ञेः जुस् इति भवति. सूत्रद्वयमपि पूर्वं वयं दृष्टवन्तः, कृतवन्तः अपि. अन्तु वा अन्ति न भवति, अत् अतु इति भवति. सुजभ्यस्त विधिभ्यश्च बहुवारं वयं कृतवन्तः. जुस् इति आदेशः भवति इति. जी प्रत्ययस्य स्थाने जुस्, तत्र जुस् एव उः इति आगच्छति. तत्र अनुबन्धलोपानन्तरम् एषु सप्तसु जक्ष्याद्यन्तर्गण गणीयेषु धातुषु चत्वारः अजन्तः जागुरु, दरिद्र, दीदीङ्, वेवीङ् चेत् येषां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तानां पाठे. त्रयः च हलन्तः जक्ष, चकास्, शास् येषां रूपाणि अधुना साधनीयानि. एतदेव तत्र शेषः अस्ति. पूर्वं चत्वारः धातुविषये वयं दृष्टवन्तः. एतत् शेषः अस्ति अत्र. सत्यम्. अतः जक्श्चकाश्चास् इत्येव अस्मिन् पाठे अस्ति. शास् विषये एव यदा वयम् असिद्धवतत्राबात् पठितवन्तः अस् धातुः, तादृशमेव शास् इत्यत्रापि असिद्धवतत्राबात् इत्यनेन रूपाणि भवति इति वयं पठितवन्तः प्रायः सप्ताहद्वयं पूर्वं. तदेव तत् धातुः एव शास् इति विशेषधातुः. अस्तु, धन्यवादः भगिनी. अरुणा भगिनी पुनः शकारान्तः जक्ष् धातुः. आं भगिनि, शकारान्त जक्ष् जक्ष् जक्ष् रस्मेपदि वक्ष हसनयोः अर्थः जक्ष् योगः जक्ष् धातुः रुदाद्यन्तर्गणे अपि अस्ति, जच्छाद्यन्तर्गणे अपि अस्ति. अतः ध्येयं यत् अत्र द्वयोः अन्तर्गणयोः काठ. क्षम्यतां भगिनि, अपगच्छति. अस्तु, अहं पठामि, भवती पश्यतु अत्र आगच्छति वा. सो अतः जस्ट् धातुः रुदादन्तर्गणे अपि अतः ध्येयं यत् प्रथमम् अङ्गकार्यम् उपादायं ककारः लघु इक् इति न, अतः गुणकार्यं नास्ति. वलादिप्रत्यये परे इडागमो भवति, अपि च लङ् लकारे अपृक्तसञ्ज्ञकप्रत्ययेषु ईड् आगमश्च च आगमश्च अदागमश्च भवतः वयं जानीमः तदेव. अन्यदस्ति सन्धिकार्यं वलादिप्रत्ययेषु इडागमो भवति, अतः हल् सन्धेः अवसरः न कुत्रापि भवति. समीचीनं, समानं यद्वयं पूर्वं दृष्टवन्तः समानम्. अत्रापि ईडागमः आडागमः लङ्लकारे भवति, तावदेव. गुणकार्यमपि नास्ति, सन्धिकार्यमपि नास्ति. एतदपि किञ्चित् सुलभमेव भवेत् इति चिन्तयामि. अग्रिमं पठतु भगिनि, चकास्तातुः. चकारान्त चकाशु चकाश् परस्मैपदी दीप्तौ. चकाश् धातुः जच्छाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्धत्वं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि. अङ्गकार्यं कार्यं नास्ति, एकवर्णः नास्ति. उपादायाम् अत्र गुणकार्यं नास्ति. लोट्लकारे हूजल्याभ्यो हेर्धीः इति सूत्रेण जलन्तेभ्यः धातुभ्यः सह हि प्रत्ययस्थाने धि आदेशः भवति. चकाश् योग हि हुजल्या भवति धि, चकाश् योग धि. सन्धिकार्यं लोटि धि च इत्यनेन सकारस्य लोपो भवति दकारादिप्रत्ययपरे. चकाश् योग हि प्रथमं हौजल्याभ्यो दीर्घः इति सूत्रेण हि स्थाने धि आगच्छति, तदनन्तरं धि च इति सूत्रेण सकार चकाश् अत्र सकारलोपः भवति, चखाधि इति रूपं भवति. सूत्रद्वयमपि वयं जानीमः किल, धि च अति अपि बहुवारं पठितवन्तः. अतः लङि किं भवति इति पश्यामः. लोटि कार्यं चकादि इति भवति, लङि किं भवति भगिनि पठतु. लङि हल्लाभ्यो दीर्घासुतिस्य पृक्तः अपृक्तं हल् इत्यनेन हल् अत्तरस्य अपृक्तसैनिकप्रत्ययस्य लोपः, लङित् लोपः सकारलोपः च. अचकाश् योगात् हल्लाभ्यो दीर्घात् चतुस्थ प्रथम हल् इति सूत्रेण अकारलोपः, चकाश् एव अवशिष्यति. तिप्यनस्तेः इत्यनेन पदान्तस्य सकारस्य दकार आदेशः अचकाद् अत्रापि अडागमः भवेत्, टैपो अस्ति, अचकास् तिपि अनस्तेः अचकास् तिप्यन तिप्यनस्तेः इति सूत्रेण सकार स्थाने दकारादेशः भवति. चकाश्यवत् अचाखद् वा अवसाने इत्यनेन चत्वादेशः अचखात् इति रूपम्. तिप्यनस्तेः प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु भगिनी. तिप्यन्यस्तेः पदान्तस्य सकारस्य दकार आदेशो भवति तिपि परे, परन्तु अस्तातोः न भवति. तत्रापि टैपो एव अस्ति. द्वितीयवाक्ये अचकास् योगः स प्रत्ययः भवेत्. प्रथममस्ति अचकास् योगः त, दिस् शुड् बि अचकास् योगः स उपरीव इत्युक्ते हल्ज्ञाभ्योदीर्घात् समानरूपम् आगच्छति, परन्तु प्रत्ययसकार अनुवृत्तिसहितसूत्रं पदस्य सः दः तिपि अनस्तेः इति. अनन्तरम् अत्र वस्तुतः किम् अस्ति तत् ससजुषोर्ः अनन्तरम्? अत्र वस्तुतः जलां जशन्ति इति अत्र सर्वसामान्यं सूत्रं. तस्य अपवादः ससजुषोरुः, पुनः ससजुषोरुः इत्यस्य अपवादः तिप्यनस्तेः. सत्यं, तद् बहुवारं दृष्टवन्तः. जलां जशोन्ते ससजुषोरुः, ससजुषोरुः इत्यस्य अपवादः तिप्यनस्तेः. पदान्तसकारस्य धकारादेशः भवति तिपि परे इति. सम्यक्. अस्धातुः न भवति. अथवा तत्रापि सकारस्य लोपः भवति किल, दकारादि क्षम्यतां, सकारस्य दकारादेशः भवति तिपि परे. अस्ति इति रूपं न साधयितुं शक्नुमः, अतः एव अस्धातुः न भवति. सम्यक् अस्तु. उषा भगिनि, सिपि ऋत्वं दत्वं वा? आं भगिनि, सिपि ऋत्वं दत्वं वा? अत्रापि प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं सिपि धातोरुर्वा. सिपि धातोरुर्वा पदान्तस्य सकारस्य रु आदेशः भवति दकारो वा सिपि परे. अनुवृत्तिसहितसूत्रं सह धातोः पदस्य रुः दः वा सिपि. पदान्तस्य सकारस्य रु आदेशः भवति दकारो वा सिपि परे. भगिनि, केन् यू रीड् द होल् थिङ्ग्? ऐ फर्गॉट दिस्. विच् वन् भगिनि? सिपि धातोरुर्वा इति 7-8 अष्टमध्यायस्य द्वितीयपाद तिप्यनस्तेः अनन्तरं. तत्र कुत्र अस्ति उदाहरणम्? अनेन सूत्रेण लङ् लकारस्य स प्रत्यये परे, तद् पठतु अनन्तरं यदा प्रश्नः अस्ति चेत् पश्यामः. अनेन सूत्रेण लङ् लकारस्य स प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकार आदेशः ऋत्वं वा भवति. यथा अचकास् योगः स् हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इत्यनेन सकारलोपः भवति, अचकास् इति भवति. अचकास् इति सिपि धातोरुर्वा इत्यनेन विकल्पेन रु आदेशः भवति. अचकास् इति अचकाद् भवति, अच कारु इपि अपि भवति, रु आदेशः अपि भवति विकल्पेन. अचकाद् इति तिप्यनस्तेः वा? अल्ल, अचकाद् इति भवति आर् अचकारु भवति. अचकारु चेत् उ इत्यस्य इत्संज्ञा भवति. इत्संज्ञालोपानन्तरं करवसानयो विसर्जनीयः इत्यनेन अवसाने ऋ आदेश ऋ स्थाने विसर्ग आदेशः अचकाः भवति. पुनः अचकाद् वावसाने इत्यनेन विकल्पेन चर् आदेशः भवति. अचकाद् इति कृत्वा त्रीणि रूपाणि भवति. अतः प्रथमं सिपि धातो रूर्वा इत्यनेन रु आदेशः, तदपि विकल्पम्. अनन्तरं दह वा रुः, दह वा सिपि. सो ऋ आदेशः अथवा अचकाद् बोत् विकल्पेन भवति. अचकाद् अथवा अचकारु भवति. अचकारु रु उकार लोपानन्तरम् अचकाः करवसानीय विसर्जनीयः इत्यनेन भवति. अचकाद् अचकाद् भावसाने इत्यनेन विकल्पेन चर् आदेशः भवति चेत् अचकात् इति रूपं सिद्ध्यति. सो अचकात् अचकाद् अण्ड् अचकाः. अस्मिन्नेव करपत्रे एतत् प्राचीनैः उच्यते यत् इति पूर्वं यद् परिच्छेदः अस्ति, अग्रे यत् परिच्छेदः अस्ति, सर्वं पूर्वमेव वयं दृष्टवन्तः अस्मिन्नेव करपत्रे. एतत् कापि पेस्ट् एव अस्ति अत्र. एतत् मतभेदः अस्ति. अनन्तरं जलां जशोन्ते इति सामान्यसूत्रम् अस्ति. अनन्तरं तस्य अपवादः ससजुषोरुः, ससजुषोरुः इत्यस्य अपवादः तिप्यनस्तेः इति एकस्मिन् यत्र तकारः परे यदा सिप् प्रत्ययः परे अस्ति चेत् सिपि धातो रूर्वा इति ससजुषोरुः इत्यस्य अपवादः इति एतादृशम् एतद् वयं दृष्टवन्तः. अस्मिन्नेव करपत्रे अस्ति पूर्वं. किमर्थम् एतत् सर्वम् इति. अतः अत्र चकास् इति रूपसाधनम्. अत्र अपि समानरीत्या यदा वयं पूर्वस्मिन् धातोः कृतवन्तः अत्र अपि समानरीत्या यत्र विशेषकार्यं तद् तिपि अनस्तेः सिपि धातोर्वा एव विशेषकार्यं. स न किमपि गुणकार्यं नास्ति. अतः सकारान्त शाह् धातुः शाहौ शास्धातुः शाहौ यद्वयम् अस् धातोः विषये दृष्टवन्तः अत्र सिद्धवत् अत्राभात् इत्यनेन एधि इति रूपम् आगच्छति किल, तादृशमेव अत्र शाहौ सिद्धवत् अत्राभात् यत्किमपि वयं तत्र पठितवन्तः सर्वम् अत्रापि अप्लिकबल् अस्ति. तद् पठामः, किञ्चित् समयः अस्ति किल. आम् पठतु भगिनी उषा भगिनी भवती. सकारान्तः शासु शास् परस्मैपति अनुशिष्टौ. शास् धातुः जक्ष्यात् अन्तर्गणे अस्ति. अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि. अङ्गकार्यम् उपधायाम् आकारः शास् उपधायाम् आकारः लघु इक् इति न, अतः गुणकार्यं नास्ति. किन्तु अन्यत् अङ्गकार्यद्वयं वर्तते. शास् धातोः स्थाने शा आदेशः भवति हि प्रत्यये परे. शाहौ शास् धातोः स्थाने शा आदेशः भवति हि प्रत्यये परे. शा लुप्तप्रथमाकं, हौ सप्तमी अन्तं, द्विपदमितं सूत्रं. शास इदं हलो शास इदं हलोः इत्यस्मात् शासः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं शासः शा हौ. शास् धातोः स्थाने शा आदेशः भवति हि प्रत्यये परे. यथा शास् योगः हि शाहौ इत्यनेन शास् स्थाने शा भवति. शा योगः हि हू जल्भ्यो हेर्दिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने हू जल्भ्यो हेदिः 6-4 अण्ड् देट् आल्सो इस् 6-4. हू जल्भ्यो हेदिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः शा योगः धि शाधि भवति. कथं कार्यं सिद्ध्यति अत्र इति असिद्धवत् अत्राभात् इत्यस्य कः किं कार्यम्? शास् योगः हि शाहौ इत्यनेन हि स्थाने शाहौ इत्यनेन शा स्थाने शा भवति. शाहौ इति सूत्रम् अभ्यकारी अस्ति. शायोगः हि हूजल्भ्यो हेर्भिः इत्यनेन जलन्देभ्यः दारुभ्यः. शाहौ इत्यस्य सूत्रस्य कार्यं हूजल्भ्यो हेर्भिः इत्यस्य शाहौ इति सूत्रस्य कार्यं हि स्थान् हि नियमः भवति चेत् हि नियमः अस्ति हि नियमः अस्ति. हूजल्भ्यो हेर्भिः इति सूत्रस्य कार्यम् अपि हि स्थाने भवति. दि आदेशः भवति. जलि निमित्तम् अस्ति. जलि निमित्तम् अस्ति. शा धातु शा भवति अस्माकं दृष्ट्या. सूत्रदृष्ट्या हूजल्भ्यो हेर्दिः सूत्रदृष्ट्या शा स्थाने शास् एव भवति. शा शा इति आदेशः न दृश्यते. हूजल्भ्यो हेर्दिः तस्मात् शास् सकारः दृश्यते. सकारः इति झलि भवति. तत्कारणात् हि स्थाने दि आदेशः भवति. शायोगः शास् यो हूजल्भ्यो हेर्दिः इत्यनेन जलन्तेभ्यः धातुभ्यः अपि दृश्यते. हि स्थाने दि आदेशः भवति. सो शायोगः दि शादि भवति. द्वयमपि आभियकार्यं पेरलली इति वदामः किल. शाहौ इति अपि कार्यं करोति, हूजल्भ्यो हेर्दिः अपि कार्यं करोति. एव अर्जुनेन उक्तं खलु भगिनि, शिष्य अत्र रूपम् इदानीम् एतदेव भवति वा? सत्यं शाधीमां सत्यं तदेव सत्यम्. अतः अभियक्षेत्रे अस्ति सूत्रद्वयम्. उजल्भ्यो हेर्दिः इत्यस्य सिद्ध्यर्थं तत्र हलन्तधातुः आवश्यकं. तद् तु शास् एव पश्यति, अतः तस्य कार्यमपि भवति. शाहौ अस्ति, तत्तु शास् एव पश्यति, अतः तस्य कार्यमपि भवति. अतः तत्र सूत्रसङ्ख्यायाः महत्त्वं किमपि नास्ति. आभियकार्यम् इति कृत्वा पेरलली तस्य कार्याणि तयोः कार्याणि भवति एव इत्येव शिक्षा. शादि इति रूपं निष्पन्नार्थं प्रथमं शाहौ इति सूत्रं कार्यं करोति, अनन्तरं हूजल्भ्यो हेर्दि एतत् सूत्रं कृत्वा एव शादि इति अन्तिमरूपम्. आं सत्यम्, आं सत्यं सत्यं तदेव अस्तु. द्वितीयं विजया भगिनी द्वितीयबिन्दुः पठति वा शास्तातोः उपादायाः. शास्तातो धातोः उपादायाः ह्रस्व इकारादेशः भवति हलादि किति निति प्रत्यये परे अस्ति चेत्. शास् एड इडङ्गलोः शास् धातोः उपादायः ह्रस्व इकारः आदेशः भवति अङ्गप्रत्यये हलादिकिति नितिप्रत्यये परे अस्ति चेत्. अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं. शासः अङ्गस्य उपादायाः इत् नीति अङ्गलोः इति सूत्रम् अनुवर्तिसहितं सूत्रमस्ति. यथा शास् योगः तः, तत्र शास एड इडङ्गलोः इति सूत्रेण तत्र शास् इति शिस् इति भवति, अनन्तरं तः शिस् योगः तः. सन्धिकार्यमस्ति शासि वसि गसीनां च इत्यनेन शस् वस् गस् इत्येषां धातूनां इन् प्रत्यय हिन् प्रत्ययहार उत्तरस्य कावर्गीय उत्तरस्य च सकारस्य स्थाने शकारः आदेशः भवति. सकारः आदेशः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययोः इत्यस्य प्रसक्तिः नास्ति. तस्मात् अस्य सूत्रस्य आवश्यकता. शासी च वशी च गशी च तेषाम् इतरेतरद्वन्द्वः शासि वसि गसय्यः, तेषां शासि वसि गसीनाम् इति षष्ठी बहुवचनमस्ति. शासि वसि गसीनां षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् अपदान्तस्य मूर्धन्यः इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः इन्कोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शासि वसि गसीनां च मूर्धन्यः इन्कोः इति तत्र आदेशप्रत्ययोः कार्यं करोति इति प्रस्तुतिः नास्ति, परन्तु तत्र इन्कोः इति सूत्रं कार्यं तत्र तस्मिन् अधिकारे अस्ति. अधिकारे अस्ति यथा शिस् योगः तः साशि वसि गसीनां च इति सूत्रेण शिस् स्थाने तत्र मूर्धन्यशकारः आगच्छति. इदानीं शिष्योभवत्तः सुनास्तुः इति सूत्रेण स्तुत्वं भूत्वा शिष्टः इति प्रसिद्धरूपं भवति अत्र शिष्टः. अत्र केवलम् आदेशप्रत्ययोः इत्यनेन एव शकारादेशः इति न, अस्मिन् अधिकारे इन्कोः इत्यस्मिन् अधिकारे बहूनि सूत्राणि सन्ति. अत्र शासि वसि गसीनां च इत्यपि सूत्रम् अनेन शस्वस् गस् इति धातूनां कृते शकारादेशः. किमर्थम् इत्युक्ते तत्र सकारः आदेशस्य प्रत्ययस्य अवयवः नास्ति, सकारः धातोः अवयवः प्रत्ययस्य अवयवः नास्ति. अस्य शकारादेशः कथम् अहं करोमि इत्युक्ते अत्र नूतनसूत्रस्य आवश्यकता. शासि वसि गसीनां च इत्यनेन धातोः यद् सकारः अस्ति तस्य शकारादेशः भवति, अतः एव सूत्रस्य आवश्यकता. करोषि इति यदा वयं पश्यामः तत्तु प्रत्ययस्य अवयवः, अतः एव आदेशप्रत्ययोः इत्यनेन शकारादेशः तत्र भवति, परन्तु अत्र धातोः यद् अवयवः अस्ति अतः नूतनसूत्रस्य आवश्यकता. अत्र सूत्रद्वयं त्रयं शाहौ शास् इड् हङ्गलोः क्षम्यताम् इडङ्गलोः शासि वसि गसीनां च इति सूत्रत्रयम् इत्यस्य कार्यं यदा रूपं साधयन्ति चेत् तत्र किञ्चित् विशिष्ट अवधानं ददातु. शास् सूत्रस्य विषये निमिषद्वयं किञ्चित् स्थगयतु, अहं रेकार्डिङ्ग् स्टाप् कृत्वा वदामि एकनिमिषम्.